नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे यङ्लुगन्तदातवः इति पाठः अनुवर्तते. तत्र प्रमुखसूत्रत्रयं दृष्टवन्तः एतावता. धातोः धातोरेकाचो समभिहारे यङ् इति सूत्रं, तत्र वारं वारम् अतिशयार्थे यङ् विधीयते इति दृष्टवन्तः. एकाच् हलादिधातुः अस्ति चेत् यङ् विधीयते इति दृष्टवन्तः प्रथमसूत्रम्. अनन्तरम् आसीत् यङोचि च इति सूत्रं, येन यङ् लुक् भवति इति. तृतीयमासीत् संयङोः इति. संयङोः इत्यनेन द्वित्वं भवति इति. तत्र यङोचि च इत्यत्र एव वयं किञ्चित् चर्चामपि कृतवन्तः, नैमित्तिकं वा अनैमित्तिकं वा. यङोचि च इति सूत्रे एव अच् इति उक्तत्वात्, तत्र किमर्थम् अच् इति उक्तम्, यदा तत्र अच् विना अपि तस्य यङ् इत्यस्य लुक् भवति चेत् किमर्थं तत्र अच् इति उक्तं, तत्र दलं किमर्थं स्वीकृतम् इति दृष्टवन्तः. तत्र उत्तरमपि आसीत् न धातुलोप अर्धधातुके, धात्वंशलोपनिमित्ते अर्धधातुके परे इको गुणवृद्धिः न स्तः इति एव मुख्यकारणं, यत्र अच् इति उक्तस्य कारणम् आसीत्. अतः यदा नैमित्तिकं भवति चेत् द्वित्वं प्रथमं भवति वा, यङ्लुक् प्रथमं भवति वा, अनैमित्तिकम् अस्ति चेत् किं भवति इत्यस्य विषये अपि दृष्टवन्तः. इतोपि अस्ति, इदानीम् अद्यतनवर्गे अपि तस्मिन् विषये पठामः, यत्र यङोचि च इत्युक्ते नैमित्तिकम् अनैमित्तिकम् अच् विषये अद्यापि पठामः. अनन्तरं तत्र केभ्यः धातुभ्यः यङ् लुक् भवति इति गतसप्ताहे, यङ् लुक् न भवति इति गतसप्ताहे आरब्धवन्तः. तत्र वकारान्तदातवः विषये पठितवन्तः. श्वोः षूडनुनासिकी च इति प्रसिद्ध परिचितं सूत्रमेव. तत्र तुक् सहितचकारस्य स्थाने शकारादेशः भवति, वकारस्य स्थाने ऊटादेशः भवति. अनुनासिकादि परे, क्वि परे, जलादिप्रत्यये परे इति सूत्रस्य अर्थः. अस्य अत्र किं महत्त्वम् इत्युक्ते, ऊट् भाविनः वकारान्तदातवः सन्ति चेत् तेषां यङ् लुक् न भवति इति. तत्र ऊट् भाविनः ऊट् कथं भवति इत्युक्ते, श्वोः षूडनुनासिके च वकारस्य स्थाने ऊटादेशः भवति इति. तत्र तत्रापि केचन अपवादाः सन्ति. यत्र स्विव् मौ इति द्वौ धातु स्तः ये ऊट् भाविनः सन्ति, तदापि तेषां ज्वर यङ् लुक् भवति. ज्वर त्वर स्रिव स्रिव व्यवि ममाम् उपादायाञ्च इति सूत्रेण तत्र ऊट् भाविनः ऊट् भावः भवति, तदापि तस्य यङ् लुक् भवति इति. यङ् लुक् रूपं भवति, ययोः द्वयोः यङ् लुक् रूपं भवति इति. तत् पर्यन्तमेव पठितवन्तः, तस्मात् अनन्तरम् अद्य पठामः. उषा भगिनी पठति वा? येषां वकारान्तधातूनां ज्वरत्वरसूत्रात् अनन्तरम्. ओके, अस्तु भगिनि. येषां वकारान्तधातूनां अन्तिमवकारात् प्राक् रेपः अस्ति, यथा धुर्व थुर्व थुर्व दुर्व मूर्व मूर्व दुर्व मूर्व अण्ड् पूर्व ओके मूर्व पूर्व खर्व गर्व चर्व पर्व भव मर्व शर्व शर्व. एते धातवः ऊट्भाविनः न, अपि तु येषाम् अन्तिमवकारस्य लोपः सम्भवति राल्लोपः इति सूत्रेण. एतादृशेभ्यः वकारान्तधातुभ्यः यङ् लुक् भवति. वयं पठितवन्तः ऊट्भाविनः वकारान्तधातवः यङ् लुक् न भवति. अत्रापि अपवादरूपेण यङ् लुक् भवति केषाञ्चन धातु कृते, स्रिव् मव् ज्वर त्वर इत्यादि. येषां वकारान्तधातूनां, परन्तु अत्र पठितं दुर्व तुर्व इति कृते अन्तिमवकारात् प्राक् रेपः अस्ति. रेपः अस्ति चेत् इत्यनेन धातवः ऊद्भाविनः न वकारान्तधातुः धातुः एते दातवः ऊद्भाविनः न, अपि तु येषाम् अन्तिमवकारस्य लोपः सम्भवति. वकारस्य लोपः सम्भवति राल् लोपः इति सूत्रेण. एतादृशेभ्यः वकारान्तधातुभ्यः यङ्ग्लुक् भवति. पूर्वं पठितवन्तः यङ्ग्लुक् न भवति वकारान्तदातवः ऊड्भाविनः कृते यङ्ग्लुक् न भवति. अत्र रेपः वकारात् पूर्वं रेपः अस्ति चेत् राल् लोपः इत्यनेन रेपः लोपः भवति. अन्तिमवकारस्य लोपः सम्भवति. अन्तिमवकारस्य लोपः सम्भवति इत्यनेन यङ्ग्लुक् भवति. अस्तु, अनेन न यङ्ग्लुक् भवति तावदेव. यतोहि राल् लोपः इत्यनेन वकारः लोपः भवति. लोपात् अनन्तरं वकारान्तधातुभ्यः न इति कृते यङ्ग्लुक् भवति इति अहं मन्ये. इदं समीचीनं वा? समीचीनमेव. तत्र सामान्यतः तया चोः षूडनुनासिके च इत्यनेन वकारान्तधातुः ये ऊट्भाविनः सन्ति. ऊट्भावः कथम् आगच्छति? शोः षूडनुनासिके च इत्यनेन ये ऊट्भाविनः धातवः सन्ति तेषां यङ्ग्लुक् न भवति. प्रथमनियमः डिफाल्ट्. तस्य अपवादः ज्वर त्वर इति सूत्रे उक्तं धातुद्वयं मृव् स्रव् इति किल, न क्षम्यतां, स्विव् मव्. तदपि वकारान्तदातवः ज्वर त्वर इति सूत्रेण तेषाम् ऊट्भावः भवति, परन्तु तेषां यङ्ग्लुक् भवति. इदानीं तत्र वकारान्तधातुः यस्मात् पूर्वं रेपः अस्ति तेषां वकारलोपः राल्लोपः इत्यनेन भवति. ते अपि ते ऊट्भाविनः न सन्ति, परन्तु वकारान्तः अस्ति, तेषां तु यङ्ग्लुक् भवति. तावदेव. अस्तु भगिनि, नियमत्रयम् इत्युक्ते आं नियमत्रयमेव. प्रथमं डिफाल्ट्, तस्य अपवादद्वयम्. अग्रे पठामि वा भगिनि? राल्लोपः रेपात् परस्य चकारस्य वकारस्य च लोपः भवति. अनुनासिकादिप्रत्यये परे, क्वि परे, जलादिप्रत्यये च परे. मम कृते अस्य सूत्रस्य क्लेशः भवति भगिनि. आल् दि सूत्रस् अनुनासिकाति क्विज्जलो किङिति. अनुनासिकातिप्रत्यये परे क्वि अथवा कित् ङित् जलातिप्रत्यये परे. परन्तु यङ्ग् इति अनुनासिकातिप्रत्ययः नास्ति, क्वि प्रत्ययः नास्ति, जलादिप्रत्ययः अपि नास्ति. सत्यं. न तद् सूत्रस्य राल्लोपः वा ज्वर त्वर वा इवन् दट् अदर् वन् अशोः षूड् अनुनासिके च तत्र निमित्तं यङ् इति नास्ति. वकारान्तधातुः निमित्तं, वकारान्तधातोः किं कार्यं भवति इत्येव. तत्र यङ् इति निमित्तं नास्ति. यङ् अथवा किमपि अन्यत् अस्ति चेदपि कार्यं भवति एव. तद् ओके ओके, बिकास् महाभाष्ये दत्तम् इति अत्र अस्ति. महाभाष्ये दत्तं बट् सूत्रे न अहम् अवगच्छामि. सूत्रात् अहं न अवगच्छामि यङ् लुक् कृते इत्येव दिस् सूत्रम् अस्ति इति कृते. तादृशं नास्ति, केवलं तत्र सामान्यतया वकारान्तधातूनां किं कार्यं भवति इत्येव, तत्र अनुनासिकादि इति किमपि नास्ति, तद् यङ् विषये इति नास्ति. ओके ओके. सो भवती यदा उक्तवती यङ् इति अनुनासिकादि प्रत्ययः नास्ति, क्वि प्रत्ययः अपि किमपि न आरोपितं तत्र. जलादिप्रत्ययः यकारः जलादि नास्ति किल, जलादि नास्ति नास्ति, अतः तत्र निमित्तं तु यङ् इति नास्ति. पूर्वं ज्वरत्वर पश्यामः, तत्रापि क्वि जलोः अनुनासिके इत्येव अस्ति, तत्रापि नास्ति शूडनुनासिके, शूडनुनासिके अपि नास्ति. केवलं वकारान्तधातोः विषये किं कार्यं भवति धातु, तत्र यदा शीर्षकं पश्यामः केभ्यः धातुभ्यः यङ्ग्लुक् न भवति. सो ऊट्भाविनः धातोः यङ्ग्लुक् न भवति, परन्तु स्रिव् अण्ड् मव् किल तेषां यङ्ग्लुक् भवति. तत्र रेपान्त रेपात् पूर्वं किल, रेपा अन्तिमवकारात् प्राक् रेपः, तत्रापि तत्रापि यङ्ग्लुक् भवति तावदेव. अस्तु भगिनि. राल् लोपः रेपात् परस्य चकारस्य वकारस्य च लोपः भवति अनुनासिकादिप्रत्यये परे, क्विपरे, जलादिप्रत्यये च परे. रात् पञ्चमयन्तम् अनुवृत्तिसहितसूत्रम् अङ्गस्य रात् च्वोः लोपः अनुनासिके क्विज्जलोः, अङ्गस्य रात् अङ्गस्य रात् च्वोः रकारात् पूर्वं चकारवकारः च्वोः लोपः अनुनासिके क्विज्जलोः. अङ्गस्य धातोः कृते वकारात् पूर्वं रेपः अस्ति चेत् यतो एते धातवः ऊट्भाविनः न, परन्तु येषाम् अन्तिमवकारस्य लोपः भवति अत्र राल्लोपः इति सूत्रेण, राल्लोपः इति सूत्रेण यस्य धातोः कृते अन्तिमवकारात् वकारस्य लोपः भवति तादृश तादृशेभ्यः वकारान्तधातुभ्यः यङ्ग्लुक् भवति इति महाभाष्ये दत्तम्. अग्रे भगिनि, यकारान्तधातु यकारान्तधातवः मव्य धातोः यङ्ग्लुक् न भवति मव्य. ओके. अवशिष्टेभ्यः यकारान्तधातुभ्यः यङ्ग्लुगन्तरूपं भवति. धात्वादेशीयानां यङ्ग्लुक् चत्वारः धात्वादेशाः भवन्ति आर्धधातुकप्रत्यये परे. इदं कार्यम् आर्धधातुकप्रत्ययस्य विषये भवति. यङ्ग्लुकि च यङ् इति आर्धधातुकप्रत्ययः नष्टो भविष्यति इति योजनायाः बलात् अकृतव्यूहाः पाणिनीयाः इति परिभाषया इत्यनेन इमे धात्वादेशाः निषिद्धाः. अनया परिभाषया यन्निमित्तिकं कार्यं निर्दिष्टं तदेव निमित्तं यदि न शिष्यमाणं नाम अग्रे निश्चिततया नष्टः भविष्यति तन्निमित्तिककार्यं न भवति. पुनरेकवारं पठामि भगिनि. चत्वारः धात्वादेशाः भवन्ति आर्धधातुकप्रत्यये परे. इदं कार्यम् आर्धधातुकप्रत्ययस्य विषये भवति. यङ् लुकि च यङ् इति आर्धधातुकप्रत्ययः यङ् लुकि च यङ् इति आर्धधातुकप्रत्ययः नष्टः भविष्यति इति योजनायाः बलात् अकृतव्यूहाः पाणिनीयाः इत्यनेन इमे धात्वादेशः देशाः निषिद्धाः. यङ्ग्लुक् भवति चेत् इति कृते आर्धधातुकप्रत्ययः नष्टः भविष्यति इत्यनेन धात्वादेशः निषिद्धः. वै यङ् इति अनया परिभाषया यनिमित्तिकं कार्यं निर्दिष्टम् ओके यकारनिमित्तिकं कार्यं निर्दिष्टं तदेव निमित्तं यदि नशिष्यमाणं नाम अग्रे निश्चिततया नष्टः भविष्यति तन्निमित्तिककार्यं न भवति. धात्वादेशः न इति वयम् अवगच्छामः वा? चत्वारः धात्वादेशः भवन्ति आर्धधातुकप्रत्ययपरे. चत्वारः धात्वादेशाः भवन्ति. ओके, अस् अज् अचक्षु ब्रू इति ब्रू इति. अत्र यङ् लुकि च यङ् इति च आर्धधातुकप्रत्ययः नष्टः भविष्यति इति कारणेन अकृतव्यूहाः पाणिनीयाः. अहं तत् परिभाषा श्रुतवती बट् परन्तु कार्यं न न स्मरामि. तदेव अनया परिभाषया परनिमित्तिकं क्षम्यतां यन्निमित्तिकं कार्यं निर्दिष्टं तदेव तस्य अर्थः. अनया परिभाषया यन्निमित्तिकं कार्यं निर्दिष्टं तदेव निमित्तं यदि नशिष्यमाणं नाम अग्रे निश्चिततया नष्टः भविष्यति तन्निमित्तिककार्यं न भवति. अग्रे पठामि भगिनि. अस् धातोः स्थाने भू आदेशः न भवति. अस् धातुभ्यः अजादिः अतः तस्य यङ् प्रत्ययः एव न भवति. तस्य यङ् ओ हलादि काच् ओके. अस् धातुः च अजादिः अतः तस्य यङ् प्रत्ययः एव न भवति. यङ् न भवति चेत् यङ् लुकि अपि न भवति. सो धातु आदेशः न भवति. ओके, अज् धातोः स्थाने वि आदेशः न भवति. अज् धातुः अपि अजादिः यस्मात् यङ् लुक् न भवति अपि च यङ् अपि न भवति खलु भगिनि? अजादि चक्ष् धातोः स्थाने ख्याञ्च् आदेशः न भवति. चक्ष् धातुः हलादि एकाचपि अतः यङ् भवति. तस्मात् यङ् लुक् अपि भवति. क्षम्यतां भगिनि. सो चक्ष् धातोः हलादिः एकाच्, सो यङ् भवति. तस्मात् यङ् लुकि अपि भवति. परन्तु यङ् लुकि भवति चेत् नष्टः भविष्यति इति अकृतव्यूहाः पाणिनीयाः इत्यनेन तन्निमित्तकार्यं चक्ष् कृते ख्याञ्च् आदेशः न भवति. तावदेव. भ्रू धातोः स्थाने वच् आदेशः न भवति. भ्रू धातुः हलादिः एकाच् अतः यङ् भवति. तस्मात् यङ् लुक् अपि न भवति. अपि भवति परन्तु धात्वादेशः न भवति. तावदेव. अस्तु, नशिष्यमाणः अस्ति. निमित्तं नशिष्यमाणं, निमित्तं किं? यङ् यङ् इति निमित्तं नशिष्यमाणम् अस्ति इति कृत्वा तत्र धात्वादेशः न भवति. रूपाणि तु सन्ति, शक्ष् ब्रू इत्यस्य, यङ् यङ् लुकि द्वयोः अपि रूपाणि सन्ति, परन्तु धात्वादेशः न भवति. अच् धातोः अच् धातोः अजादिः इति कारणेन यङ्गेव न विधीयते. अतः धात्वादेशः इति कार्यं, परन्तु तत् यदा यङ्गेव न विधीयते तस्य विषये वयं चिन्तनमेव न कुर्मः. आं भगिनि, अवगतं किल? आं भगिनि. आं, धन्यवादः भगिनि. विद्या भगिनी पठति वा अस्तेर्भूः सूत्रं प्रथमवाक्यम् अनुवृत्तिसहितसूत्रम्? अस्ति वा विजय भगिनी? नमस्कारः. नमस्कारः भगिनी. नमस्कारः महोदय. अस्ते भूः आर्धधातुकविवक्षायाम् अस् धातोः स्थाने भू आदेशः भवति. अनुवृत्तिसहितसूत्रम् अस्तेः भू आर्धधातुके. असभुवि धातोः इति अस्ति, तत् स्थाने अस् स्थाने भू आदेशः भवति. एतदेव अस्तेः अस्तेर्भूः इति सूत्रं वदति. अनन्तरं विवक्षायां तदपि मुख्यम् अस्ति भूदादेशः. अतः सामान्यतया यङ् इत्यपि आर्धधातुकप्रत्ययः एव, तत्र भवति स्म, परन्तु यदा आस्तीति अजादिः अस्ति इति कारणेन तत्र यङ्गेव न विधीयते, तावदेव तत् अतः एव तत् मुख्यम्। आम् अग्रिममपि भगिनि अजेर्भ्यः ज्ञपोः अजेर्धातोः वि इति अयम् आदेशः स्यात् आर्धदातुकविषये गै च अप् च वर्जयित्वा। अजेः अनुवर्तिसहितसूत्रम् अजेः वि आर्धदातुके अघञपोः अस्तु महोदय। अत्र अजेर्व्यङ्ग अजेर्व्यङ्ग जपोः ज्ञपोः इति सूत्रं किं वदति चेत्, अत्र अजेः स्थाने अजे स्थाने धातोः स्थाने वि आदेशः भवति इति, एतत् आर्धधातुकविषये एव भवति। अत्र गै अनन्तरम् अप् एतत् वर्जयित्वा तावदेव खलु महोदय अत्र तावदेव। आं सत्यं सम्यक् अग्रिमं अनन्तरं जक्षिङ्गः ख्या एतत् पूर्वमेव दृष्टवन्तः जक्षिङ्गः क्याञ्ज् बहुवारं क्याञ्ज् आदेशः भवति इति आर्धधातुके एव चक्षि अनन्तरम् एतत् अनुवृत्तिसहितसूत्रं जक्षिङ्गः क्याञ् आर्धधातुके जक्षिस्थाने क्याञ् आदेशः भवति आर्धधातुक अर्धधातुके भवति इति। अनन्तरं भ्रुवो वचिः भ्रुवो वचिः आदेशः भवति आर्धधातुकविषये भ्रुवस्थाने वचि इति आदेशः भवति इकारः उच्चारणार्थमेव वचि इति। अनन्तरम् अनुवृत्तिसहितसूत्रं भ्रुवः वचिः आर्धधातुके अत्र अपि किमपि विशेषणं नास्ति विशेषणम् अत्र किमपि नास्ति एव महोदय। अनन्तरम् उपर्युक्त उपरि गणितान् स्थलान् यकारान्तधातून् वकारान्तधातून् धात्वादेशीयान् च इति अतिरिच्य एभ्यः धातुभ्यः यङ् प्रत्ययः भवति, तेभ्यः यङ् लुक् अपि भवति। सो एतत् पूर्वं यथा वयं दृष्टवन्तः तत्र धातुभ्यः अत्र यङ् प्रत्ययः भवति अनन्तरं तेभ्यः यङ् लुक् अपि भवति इति तत्र दत्तं महोदय। समीचीनं यकारान्तधातून् दृष्टवन्तः, वकारान्तधातून्, इदानीं धातु आदेशः अपि दृष्टवन्तः। तेभ्यः अतिरिच्य यत्र यङ् भवति तत्र यङ् लुक् अपि भवति, तद् नियमान् अपि पूर्वमपि दृष्टवन्तः। इदानीं धातुः विषये अपि उक्तम्, अर्थविषये पूर्वं दृष्टवन्तः, इदानीं धातुविषये तत्र यङ् प्रक्रिया आरम्भं करोतु भगिनि। आं महोदय, यङ् लुक् प्रक्रिया सर्वप्रथमं यङ् विधीयते तदा सनाद्यन्ता धातवः इत्यनेन धातुसंज्ञा, तदा यङ् लुक् यङोचि च एतत् वयं पूर्वमेव दृष्टवन्तः। यङ् अचि परे लुक् भवति इति एतत् यङोचि सूत्रेण यङ् प्रत्ययस्य विकल्पेन लुक् भवति। तदा युगपत् यङः लुक् अपि लुक् अपि च संयङोः इत्यनेन द्वित्वप्रसक्तिः अपि भवति। अयं लुक् आदेशः अनैमित्तिकः, किन्तु संयङोः इत्यनेन यङ् यत् द्वित्वं भवति तस्य कृते निमित्तानि सन्ति। एतत् पूर्वम् एव वयं दृष्टवन्तः, अत्र एकाचो द्वे प्रथमस्य इत्यनेन द्रष्टव्यं, यत् यस्य धातोः द्वित्वं तस्मिन् एकाच् अथवा अनेकाचः वर्तन्ते। अजादे द्वितीयस्य इत्यनेन द्रष्टव्यं यत् तस्य आदौ अच् वर्णः अस्ति अथवा हल् वर्णः, तस्मात् संयङोः इत्यस्य अपेक्षया यङोचि च अनैमित्तिकत्वात् अन्तरङ्गमस्ति। अल्पापेक्षमन्तरङ्गं द्वित्वकार्यं बहिरङ्गम् इति कारणतः द्वित्वात् प्राक् एव प्रक्रियायां सर्वप्रथमं कार्यं यङः लुक् भवति। एतत् वयं पूर्वमेव दृष्टवन्तः यङ्गोचि यत्र यङ् लुक् भवति अचि प्रत्यये परे अस्ति चेत् अत्र अयं लुक् लुक् अपि लुक् यङः लुक् अपि यङः लुक् अपि च सन्यङ्गो इत्यनेन द्वित्वप्रसक्तिः वयं पूर्वमेव दृष्टवन्तः द्वादशः सनाद्यन्तदातवः अस्ति अत्र एकाचो द्वे प्रथमस्य इत्यनेन एकाचो द्वे प्रथमस्य यत्र प्रथम अङ्गं भवति एतत् द्वित्वं भवति प्रथम एकाच अस्ति चेत् अत्र द्वे प्रथमस्य द्वे सह परन्तु अत्र प्रथमस्य एव कार्यं द्वित्वं भवति इति अनन्तरं अजादे द्वितीयस्य इत्यनेन आदौ अच्वर्णः अस्ति वा न तु हल् वर्णः अस्ति वा अत्र अत्र किं भवति महोदय अत्र 612 अजादेर् द्वितीयस्य इत्यस्य वा तदपि तत्र द्वित्वकार्यमेव तदागच्छति अग्रिमं तदेव सूत्रस्य विषये अस्ति तत्रापि तत्र किम् इत्युक्ते यङ्गोचि च इति सूत्रेण विकल्पेन यङ् प्रत्ययस्य लुक् भवति अस्तु प्रथमं कार्यं प्रक्रियायां किम् अस्ति इत्युक्ते सनाद्यन्तादातवः इत्यनेन धातुसंज्ञा अनन्तरं यङ् लुक् यङ्गोचि च इत्यनेन विकल्पेन लुक् तत्र वयं तत्र एव अस्माकं प्रश्नः आगच्छति युगपत् यङ् लुक् यङ्गोचि च संयङ्गोः द्वित्वप्रसक्तिः कस्य कार्यं प्रथमं तदेव वयं गतसप्ताहे तस्य विषये एव चर्चितम् इदानीं तत्र यङ् लुक् आदेशः अनैमित्तिकः अनैमित्तिकः इत्युक्ते यदा अच् प्रत्ययः परः नास्ति चेत् तत्र संयङ्गोः इत्यनेन द्वित्वकार्यं भवति परन्तु संयङ्गोः इत्यस्य निमित्तानि सन्ति तद् केन सूत्रेण भवति इत्युक्ते एकाचो द्वे प्रथमस्य अथवा अजादेर् द्वितीयस्य सूत्रद्वयमस्ति एकेन तत्र द्वित्वं भवति तस्य विषये अग्रे आगच्छति तस्मिन् विषये वयं पश्यामः अनन्तरं तत्र संयङ्गोः इत्यस्य अपेक्षया यङ्गोचि च इत्यस्य त्वात् अन्तरङ्गम् अस्ति संयङ्गोः इत्यस्य अपेक्षया यङ्गोचि च अनैमित्तिकत्वात् अन्तरङ्गम् अस्ति अल्प अपेक्षम् अन्तरङ्गम् अन्तरङ्गस्य विषये तत्र निमित्तानि अल्प अपेक्षितानि अतः अल्प अपेक्षम् अन्तरङ्गम् द्वित्वकार्यं तु बहिरङ्गम् द्वित्वकार्यं यदा बहिरङ्गम् यङ्गोचि च इति यथा अन्तरङ्गम् यङ्गोचि च इत्यस्य कार्यमेव प्रथमं भवति अन्तरङ्गम् अन्तरङ्गस्य एव बलवत्त्वम् अस्ति इति कारणेन तदेव प्रथमं भवति तदेव द्वित्वात् प्रागेव प्रक्रियायां सर्वप्रथमं कार्यं यङ् लुक् इति प्रथमं यङ् लुक् भवति अनन्तरं द्वित्वकार्यं भवति यथा संयङ्गोः इत्यनेन द्वित्वं प्रथमं भवति प्रथमं वा द्वितीयं वा तत्र नियम तत्र निमित्तानि सन्ति इत्येव अवगतं किल तदेव पुनः इतोपि एकवारं पुनः आगच्छति तस्मिन् समये पुनः पठामः धन्यवादः भगिनि महोदय पठति वा द्वित्वं श्रूयते वा ध्वनि श्रूयते वा आम् किञ्चित् मन्दम् अस्ति अन्येषां सम्यक् अस्ति चेत् वदतु महोदय इदानीं सम्यक् अस्ति अस्तु इयर्फोन् सम्यक् नास्ति इति अस्तु यङः लुक् अनन्तरं प्रश्नः उदेति यदा यङ् प्रत्ययः नास्ति एव तदा कथं सनङ्गोः इत्यनेन द्वित्वं स्यात् इति यङ् प्रत्ययः नास्ति तदा सनङ्गोः इत्यनेन द्वित्वं स्यात् इति सनङ्गोः सनन्तस्य यङ्गस्य यङन्तस्य च धातुः अनभ्यासस्य प्रथमस्य एकाच् अवयवस्य द्वे स्तः अजादेस्तु द्वितीयस्य सञ्च यङ् च तयोः इतरेतर द्वन्द्वः सनङ्गोः तयोः सनङ्गयोः सनङ्गोः षष्ट्यन्तम् एकपदविधं सूत्रं लिटि धातुः अनभ्यासस्य इत्यस्मात् धातोः अनभ्यासस्य इत्यनेन अनुवृत्तिः एकाच द्वे प्रथमस्य अजादे द्वितीयस्य इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रमध्ये सनङ्गोः धातोः अनभ्यासस्य एकाजः द्वे प्रथमस्य अजादेः द्वितीयस्य. अत्र प्रश्नः अस्ति यङ् लुगनन्तरं तत्र कथं वा तत्र यदि तत्र यङ् लुगन् यङ् प्रत्ययस्य लुक् भवति चेत् पुनः तत्र द्वित्वं कथं भवति इति प्रश्नः. लुक् भवति खलु इति तत्र अङ्गक न लुपताङ्गस्य इत्यनेन तत्र अङ्गकार्यं न भवति खलु, अतः तत्र कथं वा भवति इति प्रश्नः. तत्र अङ्गकार्यं नास्ति इति चिन्तयामि भगिनि. अङ्गकार्यं नास्ति खलु एतत्? नास्ति, द्वित्वम् इति अङ्गकार्यं नास्ति. तदेव उत्तरं भवति, अन्ते आगच्छति, अहं पूर्वमेव उक्तवती. अस्तु, अतः किमपि स्यात् इति ऊहं कृतवान्. आमां, यद् तद् अङ्ग द्वित्वम् इति अङ्गकार्येण न स्वीकृतम्, अतः तद् द्वित्वकार्यं प्रथमं भवति एव. यद्यपि तत्र न लुमान् अस्ति, लुक् भवति चेदपि तद् कार्यं यस्मात् प्रत्ययः तदपि अङ्गं खलु, तत्र किमपि भवति वा प्रत्ययस्य यस्मात् प्रत्ययविधिः तदा अङ्गं भवति खलु, कथं वा अङ्गकार्यं नास्ति इति साधितं. द्वित्वस्य विषये द्वित्वस्य विषये एव एतादृशं, तत्र 6-4 आरभ्य 7 अन्तपर्यन्तं किल अङ्गकार्यमस्ति. आम् अन्यत्रापि अङ्गकार्यं भवति इति वयं पठितवन्तः खलु. यद्यपि अङ्गाधिकारे नास्ति चेदपि अङ्गकार्यं भवति इति कुत्रचित् अस्माभिः पठितमस्ति आसीत्. द्वित्वविषये प्रायः तादृशं नास्ति. इतोपि एकं करपत्रम् अस्ति महोदय, तत्र यङ् लुक् यङ् अनन्तरं द्वित्वम् इति पृथक्तया एकं करपत्रम् अस्ति. तस्मिन् करपत्रे इतोपि चर्चितं तत्र द्वित्वम् इत्युक्ते कथं स्वीकरणीयं तद् तस्य अङ्गकार्यत्वं किमर्थं नास्ति इति तादृशं चर्चितम्. अत्र किञ्चिदेव तत् चर्चितं, परन्तु तस्मिन् करपत्रे इतोपि अस्ति, पश्यामः. तत्र परिचयत्वेन दत्तमस्ति. अनन्तरम् इतोपि एकाचो द्वे प्रथमस्य इति द्वितीयस्य सूत्रमस्ति, अधिकारसूत्रमस्ति. प्रथमस्य एकाच् भागस्य द्वित्वं भवति, यथा जागृ इति अस्ति, तत्र एकाच् भागः जा इति एकाच् भागः अस्ति प्रथमस्य, अतः तस्य एव द्वित्वं भवति, जा जागृ इति भवति. पच् इत्यस्य एकाच् भागः तत्र प्रायः पच् पच् अतः एकाच इति अस्ति, पच् इति भवेत् खलु, तत्र पच् पच् इति अस्ति. पच् पच् तत्र एक एव अच् अस्ति इति कृत्वा सम्पूर्णं भवति पच् पच् इति. इ इति अस्ति, तत्र इ इति भवति. षष्ठाध्यायस्य प्रथमपादस्य द्वादशं सूत्रमस्ति, द्वादशसूत्रपर्यन्तं सर्वत्र अनुवर्तते एकाच द्वे प्रथमस्य इति सूत्रम्, अधिकारसूत्रम्. एकाच षष्ट्यन्तं द्वे प्रथमान्तं, प्रथमस्य षष्ट्यन्तं त्रिपदमिदं सूत्रं, सूत्रं स्वयं सम्पूर्णं, प्रथमस्य एकाचः द्वे इति. प्रथमस्य एकाच भागस्य एकः अच् यद्भागः अस्ति तस्य द्वित्वं भवति इति. तत्र जागृ इत्यस्मिन् तत् एकाच् भागः अस्ति, जा इति एकाच् भागः, अनन्तरं गृ इति अन्यत् अपि अस्ति, अतः प्रथमस्य तत्र जा इत्यस्य द्वित्वं भवति इति अस्ति. तथैव पच् पच् इत्यस्मिन् पच् इति एक एव अच् अस्ति इति कृत्वा तस्य सम्पूर्णस्य द्वित्वं भवति. तथैव तत्र इ इत्यस्मिन् एक एव अच् अस्ति, तस्य द्वित्वं भवति इति. अग्रे अजादे द्वितीयस्य अधिकारसूत्रम्, अजादिधातोः द्वितीयस्य एकाच भागस्य द्वित्वं भवति इति. अजादिधातुः चेत् इत्युक्ते द्वितीयभागस्य एकाच् इत्युक्ते अनेकाच् अस्ति खलु भगिनि? आम् ऊर्णु, आम् सत्यम्, अनेकाच् एव किल ऊर्णु, अनेकाच् एव. हा, यत्र अनेकाच् अस्ति अजादे द्वितीयस्य, अजादि अस्ति अनेकाच् अस्ति. अत्र जागृति अनेकाच् अस्ति परन्तु हलादि अस्ति, अतः अजा एकाच द्वे प्रथमचित् सूत्रस्य कार्यम्. अजादे द्वितीयस्य इति अजादि अस्ति अनेकाच् अस्ति, तर्हि तत् द्वितीयस्य भागस्य एकाच् भागस्य द्वित्वं भवति. यथा ऊर्णु इत्यस्मिन् ऊर्णु इत्यस्मिन् तत्र द्वितीयभागः अस्ति ऋणु इति, अत्र नु इति, तत्र द्वित्वं भवति. ऊर्णु इत्यस्मिन् वयं जानीमः तत्र रकारस्य न भवति इति अन्यसूत्रं वयं पूर्वं पठितवान् नन्द्रासंयोगादयः इति अतः नु एव अवशिष्यते ऊर्णु नु इति षष्ठ्याध्यायस्य प्रथमवादस्य द्वादशं सूत्रं पर्यन्तं सर्वत्र अनुवर्तते अजादेः षष्ट्यन्तं द्वितीयस्य षष्ट्यन्तं द्विपदविधं सूत्रं सूत्रं स्वयं सम्पूर्णम् अजादेः द्वितीयस्य एकाचः द्वे इति यदि अनेकाच अजादि अस्ति तर्हि तत्र द्वित्वं करणीयं चेत् तत्र द्वितीयस्य द्वितीय अच् भागस्य तत्र द्वितीय एकाचस्य तस्य एव द्वित्वं भवति इति यथा ऊर्ण् इत्यस्मिन् नु इति द्वितीयभागः अस्ति अतः तस्य एव ऊर्णु नु अन्यथा ऊर्णु इति भवेत् परं न भवति अत्र द्वितीयभागस्य एव भवति इति अस्ति बहुत्र धातुः एक सम्यक् खलु भगिनी तत् ऊर्णि इति यदि एतत् सूत्रं नास्ति अभविष्यत् तर्हि तत् ऊर्णि इति भवेत् खलु आम् सत्यं सत्यम् आम् सत्यम् अतः सूत्रद्वयस्यापि उल्लिखितं संयङ्गोः इत्यत्र अस्ति संयङ्गोः धातोः अनभ्यासस्य एकाचो द्वे प्रथमस्य अजादेः द्वितीयस्य इति अधिकारद्वयमपि तत्र अनुवृत्तिरूपेण आगच्छति अत्र यद्यपि अजादेः अनेकाचित् दत्तं नास्ति द्वितीयस्य एकाचि इति अस्ति अतः तत्र अनेकाचि एव भवेत् खलु अन्यथा सत्यम् आम् आम् सत्यम् आम् सत्यम् पूर्वस्मिन् सूत्रे तु प्रथमस्य एकाचः द्वे इति उक्तं किल अतः फलितार्थः तदेव आगच्छति सत्यम् बहुत्र धातुः एकाचि एव तथा भवति चेत् समग्रधातोरेव दित्तं भवति यदि एकाच अस्ति चेत् समग्रधातोः एव दित्तं भवति यथा ज्योत्यादिगणे मा इति अस्ति एकाच अस्ति मा मा इति भवति हा हा हा यगन्तधातुः सदा अनेकाच यङन्तधातुः सदा अनेकाच् किमर्थम् इति यतोहि औपदेशिकधातोः न्यूनातिन्यूनम् एकस्वरः अस्ति एव तदा य इत्यस्य संयोजनेन य शब्दस्य इत्यस्मिन् यः अकारः स यङन्तधातोः द्वितीयः अच् वर्णः भवति अतः स यगन्तधातुः अनेकाच् एव धातुः अनेकाच् चेत् अपि च हलादि इति चेत् एकाचो द्वे प्रथमस्य इत्यनेन प्रथमस्य एकाचभागसिद्धं भवति धातुः अनेका चेदपि च अजादि इति चेत् अजादि द्वितीयस्य इत्यनेन द्वितीयस्य एकाचभागस्य द्वित्वं भवति अस्तु ओ अस्तु एकाचभागः इत्युक्ते यथा हि प्रथमः अचुवर्णः आयाति स च वर्णः भागस्य अन्तः भवति नाम स्वरवर्णभागस्य अन्तिमवर्णः भवति इति अतः जागृधातोः तत्र जा इति स्वरवर्णभागस्य अन्तिमपर्यन्तं जकार अकार तत्रैव अतः जागृ इति भवति अग्रिमवर्णः अग्रिमभागस्य प्रथमवर्णः इति भवति तत्र यथा जागृ इत्यस्मिन् गृ गकार विकार अग्रिमभागस्य प्रथमवर्णः इति अस्ति यथा भूयोग य इति अस्ति इदानीं भूय इति अस्ति इत्यस्य अनुसनादन्तदातवः इत्यनेन धातुसंज्ञा भवति तर्हि सनङ्गोः इत्यनेन द्वित्वं भवति अस्तु यद्यपि तत्र अनेका च अस्ति हलादि अस्ति इदानीं तत्र प्रथमस्य भूय इति धातोः अनेका च हलादि च अतः प्रथमस्य एकाच भागस्य द्वित्वं भवति ऊकारस्वरः अतः स च ऊकारः प्रथमभागस्य अन्तिमवर्णः तर्हि भू य इति अस्मिन् भूपर्यन्तम् एव तत्र एकाच द्वे इत्यस्मिन् भू भूय इति भवति इति द्वित्वमस्ति किन्तु धातुः अदाजि अजादि अस्ति चेत् इदानीम् अस्तु अजादि द्वितीयस्य इत्यनेन भवति अस्तु अत्र अश् इति अस्ति यद्यपि एका च अस्ति परन्तु यदा यङ् प्रत्ययः भवति अश्य इति भवति तर्हि तत्र अश्य इत्यस्य सनाद्यन्तदातवः इत्यनेन धातुसंज्ञा तदा सनङ्गोः इत्यनेन अजादे द्वितीयस्य द्वित्वम् अनेका च अस्ति इदानीम् अश्य इति अतिदेशिकधातुः अस्ति तस्य द्वित्वं भवति इदानीम् अनेका च अस्ति अतः अश्य इति धातुः अश्य इत्यस्य प्रथमः अकारः स्वरः अतः स च अकारः प्रथमभागस्य अन्तिमवर्णः श इति द्वितीयभागः यदा प्रथमभागः यदा अन्तिमस्वरपर्यन्तं प्रथमभागः अस्ति अनन्तरं यद् हलादि अनन्तरं यदस्ति तत् द्वितीय तत् द्वितीयभागः अस्ति अतः श्य इति द्वितीयभागः अतः अ अश्य श्य इति इति द्वितीयस्य द्वित्वं भवति अश्य श्य आम् सत्यम् अतः परिगणितधातूनामेव एतादृशद्वितीयनियमः अजादिः सामान्यतया तत्र न भवति किल एकाचलादि केचन परिगणितधातौ एव यदा अस्माकं धातोः समभिहारेयां तत्र धातोरेकाचो हलादेः समभिहारे यङ् किल हलादिः एकाच् अस्ति चेदेव अस्माकं यङ् विधीयते परन्तु केचन अपवादाः इति दृष्टवन्तः तत्र अश् धातुः अस्ति अतः तत्र भवति अतः तत्र केचन अत्र अशि इति धातुः अस्ति अजादि अस्ति तत्र अजादि अस्ति तत्र यङ्लुक् भवति खलु तत्र एतत् यत्र यङ्लुक् न भवति तत्र एव द्वित्वस्य इदानीं वयं पश्यन्तः स्मः खलु न यत्र यङ्लुक् भवति तदेव प्रक्रिया किल प्रक्रिया यङ्लुक् प्रक्रिया इति शीर्षकम् अश्य इति यङ् यङ् इति भवति चेत् प्रथमं यङ्लुक् एव खलु अतः अश्य भवति तदनन्तरं द्वित्वं खलु सत्यं यदि एतत्तु यङ् यङ् यत्र नत्र यस्य लोपः न भवति दुक् न भवति तदा एव अश्य इति भवति परन्तु यङ् लुक् प्रकरणे अशि इति भवति खलु अजादि अपि एकाच हलादि समीपारे अस्तु क्षम्यतां यङ् लुक् न भवति एव धातु क्रिया समभिहारे यङ् इति सूत्रेण यङ् विधीयते लुक् विषये तु संयङ्गो क्षम्यतां यङ्गोचि च अतः तत्र परिगणधातूनामेव परिगणितधातूनामेव अजादिधातूनां तत्र यङ् विधीयते अतः तस्मिन् अश्य उल्लिखितम् अतः एव तत्र इदानीं तस्य द्वित्वम् अजादेर्द्वितीयस्य इति अतः अधिक अधिकस्थले एकाचो द्वे प्रथमस्य इत्यस्य एव वयम् उपयोगं कुर्मः यत्र अजादिः अस्ति तत्र एव तद् भवति तद् परिगणितधातूनां विषये एव दृष्टवन्तः खलु भगिनि अत्र किम् आसीत् तत्र सूत्रमासीत् खलु दृष्टवन्तः खलु अश् अस्ति महोदय सूचि सन्ति मूत्रि अटति अर्ति समीचीनम् ज्ञेयं यत् अन्यथा न भवति एव खलु तत्र अजादि अस्ति ज्ञेयं यत् यङ् प्रत्ययं निमित्तीकृत्य द्वित्वम् इति वार्ता नास्ति यङ् प्रत्ययं निमित्तीकृत्य द्वित्वम् इति वार्ता नास्ति अश्ययोगय्य इति अश्य अत्र अश्यश्य इत्यस्य दर्शनेन स्पष्टं भवति यत् यङ् प्रत्यय द्वितकार्यस्य निमित्तं नास्ति य एव स्थानी नाम स च य इति कार्यस्य स्थलम् अपरेषु द्वित्तप्रत्यङ्गेषु प्रत्यय सप्तमी भक्तौ भवति यथा लिटि धातोः अनभ्यासस्य श्लौ चङि इति तत्र सर्वत्र लिटि श्लौ चङि इति सप्तम्यन्तम् अस्ति अतः तत्र स प्रत्यय एव निमित्तमस्ति द्युत्तस्य परन्तु सनङ्गोः इत्यस्मिन् षष्ठन्तपदमस्ति सनङ्गोः इति षष्ठन्तपदम् इति तत्र स्थलमेव अस्ति अतः यतोहि तस्य एव द्युत्तं भवति अतः अस्य यस्य अन्ते यङ् अस्ति तस्य द्युत्तं भवति यङ् तस्मिन् द्युत्तकार्यम् अन्तर्भूतमेव अस्तु अत्र यङ् प्रत्ययनिमित्तीकृति द्युत्तं नास्ति तदेव तत्र कार्य तस्य स्थले एव भवति अतः यथा अन्यत् अपरेषु स्थलेषु तत्र प्रत्यये निमित्तीकृत्य द्वित्वम् अत्र नास्ति तत्रादृश नास्ति सनङ्गो इति तत्र दत्ते तस्य एव द्वित्वं भवति इति अस्ति सत्यं तदेव तदपि कारणमस्ति अस्माकं न लुमताङ्गस्य इत्यस्य कार्यस्य निषेधस्य अत्र तु सप्तमी नास्ति सप्त तन्निमित्तीकृत्य द्वित्वं न भवति तस्य स्थले द्वित्वं भवति सत्यं तदेव अग्रे अपि आगच्छति अस्मिन् करपत्रे नास्ति तस्मिन् करपत्रे अस्ति परन्तु अत्र उक्तं तदेव उत्तरं तस्य अस्तु महोदय धन्यवादः अरुणा भगिनी पठति वा? एतावता स्पष्टम् अस्ति वा भगिनि? पुनरेकवारं वदतु द लास्ट् पेराग्राफ्। तत्र किम् उक्तम् इत्युक्ते तत्र यद् द्वित्वकार्यं भवति तद् यङ् प्रत्ययं निमित्तीकृत्य न भवति। यङ् प्रत्यय इस् नाट् द निमित्ता फार् द द्वित्व। यङ् प्रत्ययस्य तदेव स्थलमस्ति, स्थानं यङ् एव, तत्र एव द्वित्वं भवति। अश्यश्य श्यश्य य इति स्थानं स्थलमस्ति, षष्टिस्थाने योग स्थानमस्ति। अतः तदेव उत्तरमस्ति किमर्थम् अस्माकं न लुमताङ्गस्य प्रत्ययलोपे प्रत्ययलक्षणं किमर्थं स्वीकुर्मः, न लुमताङ्गस्य, तत्र तु लुक् जातः किल, यङ् लुक् भवति, यङ् लोपः इति न उक्तं, यङ् लुक् इति उक्तं। यङ् लुक् भवति चेत् कथं द्वित्वं स्यात्? तदेव अस्माकं शीर्षकस्य प्रश्नः किल, प्रथमवाक्यं, तस्य उत्तरम् एतदेव। तत्र यङ् संयङ्गोः इत्यनेन यद् द्वित्वं जातं तद् यङ् इत्यस्य स्थाने भवति, यङ् निमित्तीकृत्य द्वित्वं नास्ति। यदा वयं तत्र पूर्वं किं जुहोत्यादिगणे वा कुत्रापि दृष्टवन्तः किल, श्लौ श्लौ एव आसीत् किल, तत्र तद् सप्तमी निमित्तम् इत्यनेन, श्लौ इत्यनेन द्वित्वं, श्लौ एव सूत्रं किल अथवा? आम् आं भगिनि, तत्र श्लौ श्लौ इत्यनेन द्वित्वं भवति। श्लौ यदा परः परे श्लौ अस्ति, श्लू इति अस्ति चेत् द्वित्वम् इति आसीत्। तादृशम् अत्र नास्ति किल, यङ् प्रत्ययः परः अस्ति चेत् द्वित्वम् इति न उक्तं, संयङ्गो इति न, यङि इति न, षष्टि यङ् स्थाने द्वित्वम्। ओके, सो तत्र न लुमताङ्गस्य इत्यनेन तत् तस्य कार्यस्य निषेधः न भवति, अङ्गकार्यस्य निषेधः भवति किल, न लुमताङ्गस्य, तद् आगच्छति पूर्वमेव अहं वदामि, परन्तु इदानीं तस्य निषेधः न भवितुमर्हति, द्वित्वकार्यस्य निषेधः न भवति। सो संयङ्गोः इति कृते यङ्गोः इति षष्टि, संयङ्गोः षष्ट्यन्तं, अस्तु भगिनि। भगिनि तत्र मम भ्रमः, अश् इति अस्ति खलु, अश् धातुः अस्ति, अश् इति तत्र यङ् भवति, अश् योग यङ् इति, इदानीं तत्र यङ् लुक् भवति खलु, तत्र किम् अस्ति तत्र सामान्यसूत्रमस्ति अग्रे, प्रायः अग्रे यदा प्रक्रियायाम् आदौ व्यायां स्मः, इदानीं प्रथमं द्वित्वकार्यं जातं, तत्र यदा अस्माकम् अग्रे किम् भवति इति तत्र वयं पश्यामः, यङ् लुक् कथं भवति इति। इदानीं यङ् लुक् यदा न जातः, तत्र किम् आसीत् अस्माकं प्रत्ययः किम् अच् किल, अतः एव प्रथमम् इदानीं द्वित्वं जातम्, अच् प्रत्ययः परः प्रायः स्यात्, अतः एव द्वित्वं प्रथमं जातम्, अथवा यङ् लुक् प्रथमं प्रथमं लुक् भवति, अनन्तरं द्वित्वम्, अनन्तरं द्वित्वम्। इदानीम् अच् वयम् इदानीम् अवगच्छामः तत्र अच् प्रत्ययः परः अस्ति इति, पश्यामः तत्र प्रक्रिया पूर्णतया एकवारम् आगच्छति पुनः। अरुणा भगिनि, नान्द्राः संयोगादयः, अस्ति वा अरुणा भगिनि? अमिता भगिनि, किं पठनीयं भगिनि? नान्द्राः संयोगादयः इति सूत्रं 613, यदा महोदयेन इदानीं देयं यत् इति पठितवान् किल, तस्मात् अनन्तरम् अस्ति। नान्द्राः संयोगादयः सूत्रं षष्ट अध्याये प्रथमपादे तृतीय सूत्रम्, अचः पराः संयोगादयः नदारः द्विर् न भवन्ति, न च दश्च तेषाम् इतरेतरद्वन्द्वौ नन्द्राः. संयोगस्य आदयः संयोगादयः षष्ठी तत्पुरुषः न अव्ययपदं नन्द्राः पदमान्तं संयोगादयः पदमान्तं त्रिपदं सूत्रम्. अजादेः द्वितीयस्य इत्यस्मात् अजादेः इत्यस्य अनुवृत्तिः अच् च असौ आदि च अजादिः तस्मात् अजादेः कर्मधारयः. एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः अनुवृत्तिः सूत्रम् अजादेः संयोगादयः नन्द्राः न द्वे. अत्र एकसूत्रमस्ति न नन्द्राः संयोगादयः. अनुवृत्तसूत्रं वदति अजादेः संयोगादयः नन्द्राः न द्वे. द्युत्वं न भवति सामान्यतया यङ् लुगन्तम् यङ् व्यगनेन संयन्तदा संयङ्गः इति सूत्रे द्युत्वं भवति. परन्तु निमित्तमस्ति नन्द्र धातु अचः पराः संयोगादयः नदारः द्युत्वं न भवति. तत्र उदाहरणं पठतु भगिनि, स्पष्टं भवति. ऊर्णु इति धातु ओके. यथा ऊर्णु उ इति प्रथमः एकाच् भागः, ऋणु इति द्वितीयः एकाच् भागः, अजादेः द्वितीयस्य इत्यनेन द्वितीयस्य एकाच् भागस्य द्वित्वं, नन्द्राः संयोगादयः इत्यनेन संयोगादिरेफस्य द्वित्वं न भवति. अतः नु इत्यस्य एव द्वित्वं भवति ऊर्नु इति. ओके, ऊर्नु इति धातु अजादि धातु अस्ति. ततः अजादेः द्वितीयस्य इति सूत्रेण द्वितीयस्य एकाच् भागस्य द्युत्तम्. अत्र नु एव द्वितीयभागः एकाच् भवतित्वं, नन्द्राः संयोगादयतनेन संयोगादिरेफस्य द्युत्वं न भवति. ओके, अतः नु एव द्युत्वं भवति. ओके, अवगतं. तदेव उक्तं, तदेव सूत्रे अपि उक्तम्. अजादेः संयोगादयः नधराः इत्युक्ते नकारः दकारः रेपः, तस्य द्वित्वं न भवति. इदानीं तत्र रेपः नकारः उकारः तस्य द्वित्वं स्यात्, परन्तु नान्द्राः संयोगादयः इति सूत्रेण तस्य निषेधः, रे संयोगादिरेपस्य निषेधः, द्वित्वस्य निषेधः. अतः तद् रेपभागस्य द्वित्वं न भवति, अन्येषां तु भवति एव. अवगतं किल? अवगतं. आम्, अग्रिमं पठतु भगिनि. उन्द् योग सन् इदागमः षत्वादेशः उनिन्दिश सन् प्रत्यये इदागमः भवति. ओके, षत्वा सकार षत्वसकार भवति. अन्दिश इति धातु त्रयः एकाच भागः उ इन्दि श धातु अजादि धातु अस्ति. अजादेः द्वितीयस्य इत्यनेन द्वितीयस्य एकाच् भागस्य द्वित्वं भवति. अत्र निन्दि इति द्वितीय एकाच् भागः द्वित्वम् अत्र निषेध न नन्द्राः संयोगाद इत्यनेन संयोगादनकारस्य द्वित्वं न भवति, केवलं दि इत्यस्य द्वित्वं भवति. प्रथमः तृतीयः च एकाच् भागौ यथावत् तिष्ठति. अन्दि दि अन्दि दिश अन्दिदिशारूपं भवति. अत्र प्रधानमस्ति नकारलोपः, नकारद्युत्वं न भवति इति कारणात् अजादेः द्वितीयस्य सूत्रं कार्यं करोति. केवलं सति अन्त्यभाग द्वितीयभागस्य एव द्वित्वं भवति. सत्यम्. संयोगादि भवेत् तदेव मुख्यमस्ति. संयोगादिनकारस्य संयोगादिरेपस्य संयोगादिदकारस्य द्वित्वं न भवति, अन्येषां तु भवति एव. संयोगादि भवेत् तदपि मुख्यमस्ति. आं भगिनि, प्रत्ययलोपे प्रत्ययलक्षणं लुमताङ्गस्य द्वयमपि वयं जानीमः, अतः अस्मिन् सूत्रे लुमता, तस्मात् पठतु भगिनि. अस्मिन् सूत्रे लुमता, लुमत् इति प्रातिपदिकस्य तृतीयविभक्त्यन्तं रूप. इदं मतुप्रत्ययान्तं प्रथमाविभक्तौ लुमान्. मतुप्रत्ययस्य अर्थः अस्य, अस्मिन् वा, यथा बुद्धिमान् इत्युक्ते बुद्धिः यस्य अस्मिन् वा, सः बुद्धिमान्. तर्हि लु अस्य, अस्मिन् वा, सः लुमान्. व्याकरणे त्रयः लुमन्तः सन्ति, लुक् स्लु लुक् च इति. इदं सूत्रं वक्ति यत् येन अदर्शनं भवति सः लुमान् अस्ति चेत् तर्हि प्रत्ययलोपे प्रत्ययलक्षणं न भवति. इदं सूत्रं वक्ति येन अदर्शनं भवति सः लुमान् अस्ति चेत् तर्हि प्रत्ययलोपे प्रत्ययलक्षणं न भवति. अनुवृत्तिसहितसूत्रं तथैव लुमता प्रथम प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न, अतः न लुमताङ्गस्य इति सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य बाधकसूत्रं. तर्हि अत्र सारांशः एवं यत् लुक् इत्यनेन कस्यचित् प्रत्ययः अदर्शनं भवति चेत् यस्मात् अङ्गात् सः प्रत्ययः लुप्तः जातः तस्मिन् अङ्गे सः लुप्तप्रत्ययः तदानीम् अङ्गकार्यस्य निमित्तं न भवितुम् अर्हति. नावगतं भवति लुमता इति अस्तु विवरणम् अस्ति. लुमता इति तृतीयविभक्ति लुमत् तदेव, तदपि मतुप्रत्ययान्तशब्दः. मतुप् इति वयं जानीमः यथा बुद्धिमान् इत्युक्ते बुद्धिः यस्य अस्मिन् वा, स बुद्धिमान्. तदेव लु अस्य, अस्मिन् वा, स लुमान्. व्याकरणे लुमन्ताः त्रिविधाः अस्ति अस्ति. तर्हि त्रयः प्रत्ययाः सन्ति लुक् स्लु लुक् च इति. इदं सूत्रं वर्तते यत् येन अदर्शनं भवति, ओके, यङ्ग् लुक् भवति, अदर्शनं भवति सः लुमान् अस्ति चेत् तर्हि प्रत्ययलोपे प्रत्ययलक्षणं न भवति. किमर्थं न भवतं भगिनि? न लुमताङ्गस्य इति सूत्रं किल, तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण प्रत्ययः यदा लुप्तः चेदपि कार्यं, विहितं कार्यम् अङ्गकार्यं भवति. यत् प्रत्ययेन विहितं यत्किमपि कार्यं तद् भवति. न लुमताङ्गस्य किं वदति, यदा तत्र लु इत्युक्ते, लु इत्युक्ते लुमान् किमासीत्, लु लुक् लु लुप् इति यद् यस्मिन् शब्दे अस्ति तेन शब्देन यद् प्रत्ययस्य अदर्शनं विहितं सः प्रत्ययः अङ्गकार्यस्य निमित्तं न भवति. अङ्गकार्यस्य तद् निमित्तिकम् अङ्गकार्यं किमपि न भवति. पूर्वं वयं प्रायः जुहोत्यादिगणे इति चिन्तयामि, तत्र यदा लुक् जातः तत् प्रत्ययनिमित्तिक गुणकार्यं वा कृतिकार्यं वा तद् बाधितम् इति वयं दृष्टवन्तः. तादृशं तद् प्रत्ययनिमित्तिकं यत्किमपि अङ्गकार्यम् अस्ति तद् न भवति सामान्यतया. तदेव तत्र उक्तम्. अतः न लुमताङ्गस्य इति सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य बाधकसूत्रमस्ति. प्रत्ययलोपे प्रत्ययलक्षणं किं भवति वदति, तद् प्रत्ययनिमित्तिकं कार्यं यत्किमपि स्यात् तद्भवति इति वदति. न लुमताङ्गस्य तस्य निषेधं करोति, अतः तद् बाधकसूत्रम्. तदेव आसीत्. अदादिगणे अपि लुक् भवति, अदादिगणे आम् अधिप्रभृतिभ्यः शपः अधिप्रभृतिभ्यः शपः तत्र किं कार्यं बाधितम् इदानीं मनसि न आगच्छति गुणकार्यं दृष्टवन्तः इतोपि किमपि कार्यं बाधितं वा दृष्टं स्मरणे न आगच्छति अन्यत् किमपि कार्यं तत्र न लुमताङ्गस्य इत्यनेन बाधितं वा तस्य निमित्तस्य अङ्गकार्यं न स्यात् इति तदेव तदेव किम् अङ्गकार्यं बाधितं स्मरणे इदानीं न आगच्छति किम् अङ्गकार्यं वयं तु सामान्यतया सार्व गुणकार्यस्य विषये जानीमः अन्ये कार्य अन्यानि कार्याणि किमपि बाधितं वा इति इदानीं मम स्मरणे न आगच्छति तदपि द्रष्टव्यम् कुत्र भगिनि तत्र अदादिगणे अथवा अदादिगणे तत्र लुक् इत्यनेन उतो वृद्धिः भवति खलु लुकि हलि इति तदेव अस्ति किमपि अन्यत् नास्ति ज्योत्यादिगणे श्लौ इत्येव अस्ति तत्र तत्र तदेव अस्ति किमपि बाधितं नास्ति वा तत्र नास्ति नास्ति केवलं नमलु तदेव तदेव स्मरणे न आगच्छति तदेव तदपि द्रष्टुं बहुवारं पठनीयम् केन कार्याणि बाधितानि इति स्मरामि किं कार्यं बाधितम् इति स्मरणे न आगच्छति सामान्यतया वयं जानीमः गुणकार्यस्य बाधा भवति इति परन्तु अन्यकार्याणि अपि बाधितम् इति अस्ति परन्तु किम् इति नास्ति प्रायः पुनः पठनीयं तत् गत्वा इतोपि एकः विषयः अस्ति तद् द्वित्ववैशिष्ट्यम् इति ह्वे इति धातुः तदपि पठामः उषा भगिनी भवति एव अस्तु प्रत्ययलोपे प्रत्ययलक्षणं द्वित्वे वैशिष्ट्यं ह्वेन् धातुः ह्वेन् धातोः द्वित्वात् द्वित्वात् प्राक् तस्य सम्प्रसारणं भवति द्वित्वात् प्राक् तस्य सम्प्रसारणं भवति अभ्यस्तस्य च इति सूत्रमस्ति अभ्यस्ति भविष्यतो ह्वेङ्गः सम्प्रसारणं स्यात् अभ्यस्ति भविष्यतः ह्वेङ्गः सम्प्रसारणं स्यात् ह्वेङ् धातोः यदा द्वित्वं भविष्यति तस्मात् साक्षात् प्राक् एव तस्य सम्प्रसारणं भवति अभ्यस्तस्य इति षष्ट्यन्तं च अव्ययपदं द्वीप्तमिदं सूत्रं ह्वः सम्प्रसारणं इत्यस्य सम्पूर्णतया अनुवृत्तिः भवति पूर्वसूत्रम् अस्ति ह्वः इति ह्वा शब्दस्य षष्ट्यन्तं रूपं ह्वः आदे च उपदेशे अशिति इत्यनेन ह्वे इत्यस्मात् ह्वा इति भवति अनुवृत्तिसहितसूत्रम् अभ्यस्तस्य ह्वः सम्प्रसारणं च सूत्रमस्ति अभ्यस्तस्य च इति सूत्रम् अस्ति अस्य सूत्रस्य कृते अनुवृत्तिसहितसूत्रमस्ति अभ्यस्तस्य ह्वः सम्प्रसारणं च इति अनुवृत्तिसहितसूत्रं ह्वः इति ह्वेञ् इति धातोतः भवति ह्वेञ् इति धातोः आते च उपदेशे अशिति इत्यनेन एकारान्तधातु उपदेशे उपदेशे अस्ति इत्यनेन अशिति इत्यनेन ह्वा इति भवति नाट् बिकास् आफ् अशिति बट् उपदेशे अस्ति ह्वा इति भवति ह्वा इति कृते ह्वः ह्वा इति धातोः षष्ट्यन्तं पदं ह्वः षष्ट्यन्तरूपं ह्वः पूर्वसूत्रमस्ति ह्वः सम्प्रसारणम् अत्र सूत्रस्य कृते अनुवृत्तिसहितम् आयाति अभ्यस्तस्य ह्वः सम्प्रसारणं च से ह्वे धातोः कृते अभ्यस्तस्य अभ्यस्तस्य विषये विषयतः ह्वेङ्गः. सो अभ्यस्ति भवति चेत् अपि तस्मात् पूर्वं सम्प्रसारणं भवति इति अस्य सूत्रस्य अर्थम्. अभ्यस्तस्य च अभ्यस्ति भविष्यतः तत् अभ्यस्तं लेटर् परकार्यं तस्मात् पूर्वं सम्प्रसारणं भवति इति तत् सूत्रं वदति. अभ्यस्ति भविष्यति, अभ्यस्तकार्यम् अग्रे भविष्यति इति कारणेन स्वयं धातोः सम्प्रसारणं भवति. अन्यत् किमपि निमित्तं नास्ति. यङ् इति यत्वा किमपि न उक्तम्. अभ्यस्तः अग्रे भविष्यति इति कारणेन तस्य सम्प्रसारणं भवति इत्येव प्रथमकार्यं. सम्प्रसारणम् इति प्रथमकार्यम् अत्र उक्तं, परन्तु अन्यत्र किं भवति इति द्रष्टव्यम्. आम् पठतु. ह्वे योगः यङ् इति कृते अभ्यस्तस्य च इत्यनेन सम्प्रसारणं प्रथमं कार्यं. सो ह्वे इति कृते हु इति भवति. ओ, वकारस्य स्थाने उकार आदेशः भवति सम्प्रसारणम् इत्यनेन. हु योगः, सो सूत्राः सम्प्रसारणं हुवः इति षष्ट्यन्तरूपं, ओन्लि फर् द सूत्र. अत्र ह्वे इति धातोः कृते वकारस्य सम्प्रसारणं प्रथमकार्यम् इत्यनेन, अभ्यस्तस्य च इत्यनेन प्रथमकार्यम् इत्यनेन वकारस्य स्थाने उकार आदेशः भवति. हु इति भवति. हु योगः य, सो प्रथमम् आतेच उपदेशे अशिति इति न वा, ह्वा भवति. ह्वा भवति. ह्वा इत्यनेन तद् सूत्रस्य विषये प्रायः वकार आकारः सहितं कृते उकारः एव भवति सम्प्रसारणाच्च. ऐ थिङ्क् सम्प्रसारणाच्च इत्यनेन वकारः एव तिष्ठति. आकारः पूर्वम् एव भवति, पूर्वकार्ये उकारः एव पूर्वरूपं भवति. सो हु योगः यकारः तदा एव द्वित्वम्. ओके, एवमेव ह्वे योगः लिट् अपि हु योगः लिट्, ह्वे योगः सन् अपि हु योगः सन्. प्रथमं सम्प्रसारणं भवति ह्वे धातोः अभ्यस्तस्य च इत्यनेन. यङ् इति अत्र विषयः. ओके, सिद्धान्तकौमुद्याम् अनन्तरमेव द्वित्वकार्यं, प्रथमं सम्प्रसारणम् अनन्तरं द्वित्वं. समीचीनं. आं, तत् पठतु भगिनि. सिद्धान्तकौमुद्याम् हु इति देन् द्वित्वं भवति चेत् हु इति प्रथमस्य हलादि अस्ति इत्यनेन देन् ओके हु हु एव भवति. सत्यं, हु हूय अनन्तरं पश्यामः यङ् लुक् अस्ति चेत् किं भवति. सिद्धान्तकौमुद्याम् अभ्यस्ति भविष्यतो ह्वेङ्गः सम्प्रसारणं स्यात् इति वृत्तिः. तत् कथम् इति प्रश्नः. ह्वः इति षष्ट्यन्तम्, अभ्यस्तस्य इत्यपि षष्ट्यन्तम्. अत्र द्वयोः सामानादिकरण्यं वा वैयदिकरण्यं वा? ह्वः इति षष्ट्यन्तम्, अभ्यस्तस्य इत्यपि षष्ट्यन्तम्. अभ्यस्तस्य ह्वः. ओके, अभ्यस्तस्य इत्यपि अत्र द्वयोः समानादिकरण्यं वा वैयदिकरण्यं वा? अत्र काशिका वृत्तौ अस्ति. ह्वः इति वर्तते, तद् अभ्यस्तस्य इत्यनेन व्यधिकरणम् अभ्यस्तस्य यो ह्वयति. सो अभ्यस्तस्य अपि च ह्वः इति एक अधिकरणं नास्ति इति अत्र दत्तं काशिकावृत्ति. ओके, कश्च अभ्यस्तस्य ह्वयतिः कारणम् फालो. ओके, तेन अभ्यस्तकारणस्य ह्वयते प्रागेव द्वित्ववचनात् सम्प्रसारणं भवति. द्विर्वचनात् इति किमपि अस्ति. द्विर्वचनात् सम्प्रसारणं भवति. भगिनी, पूर्व सेण्टेन्स् वाट् इस् दट्? कश्च कश्च अभ्यस्तस्य ह्वयतिः. तत्र अभ्यस्तस्य यो ह्वयतिः इति उक्तं किल पूर्वं, पूर्वस्मिन् वाक्ये ह्वयतिः, अभ्यस्तस्य यः ह्वयतिः इति उक्तं, कश्च अभ्यस्तस्य ह्वयतिः इति पृच्छन्ति. कः च अभ्यस्तस्य ह्वयतिः? कः च अभ्यस्तस्य ह्वयतिः? तस्य कारणं तेन अभ्यस्तकारणस्य ह्वयतेः प्रागेव द्विर्वचनात् सम्प्रसारणं भवति. अत्र प्रश्नः जातः यत् ह्वः अभ्यस्तस्य इति पदद्वयोः मध्ये विशेषणविशेष्यभावः वर्तते किम्? विशेषणविशेष्यभावः इत्युक्ते समानाधिकरण्यम्. That's what I thought, because both are sixth case, samanadhikaranyam. Visheshana visheshyabhavaha ityukte samanadhikaranyam. Samanadhikaranyam vartate chet, tarhi dvirvachane krite abhyastasanyayam upajatayam samprasaranam syat. Tarhi dvirvachane krite abhyastasanyayam upajatayam samprasaranam syat. एवं च न सम्प्रसारणे सम्प्रसारणम् इत्यनेन अभ्यस्तस्य सम्प्रसारणं न स्यात्. न सम्प्रसारणे सम्प्रसारणम् टु वर्णास् आर् देर् वेर् सम्प्रसारणं केन् टेक् प्लेस्. तत्र यदा अनुवृत्तिः तादृशम् अस्ति चेत् इति अवगच्छत्. अभ्यस्तस्य क्वः इति अस्ति चेत्, समानादिकरण्यम् अस्ति चेत्, विशेषणविशेषभावः अस्ति चेत्, तत्र न सम्प्रसारणे सम्प्रसारणम् इत्यनेन अभ्यासस्य सम्प्रसारणं न स्यात्. अभ्यासस्य सम्प्रसारणं न स्यात्. ओके, अतः सूत्रार्थः कः? अभ्यस्तस्य यः क्वेन् धातुः, न तु ह्वः अभ्यस्तस्य इति. ह्वेञ्ज् इति धातुः, ओन्लि फार् द सूत्र ह्वः. इवन् देर् डिस्कस् अत्र सूत्रार्थः कः? अभ्यस्तस्य यः ह्वेञ्ज् धातुः, न तु ह्वः अभ्यस्तस्य इति. अभ्यस्तस्य कः ह्वेञ्ज् धातुः? कारणम् इत्याह. अनेन अभ्यस्तस्य कारणीभूतस्य ह्वेञ्ज् धातोः द्विर्वचनात् प्राक् एव सम्प्रसारणं भवति. इदम् उत्तरं महाभाष्यम् अनुसृत्यैव काशिकवृत्तिर् दत्ता. नाम अभ्यस्तस्य कः ह्वेन् धातुः इति प्रश्ने सति भाष्ये प्रकृतिः इति युक्तम्. ह्वाभ्यस्तस्य प्रकृतिः इति अभ्यस्तस्य प्रकृतिः इति भाष्यकारः वदति यत् अभ्यस्तसंज्ञायाः यः प्रकृतिभूतः ह्वेञ्ज् धातुः तस्य सम्प्रसारणं भवति. इत्थं च यत्र अभ्यस्तसंज्ञा सम्भवति तत्र द्वित्वात् प्राक् एव सम्प्रसारणं क्रियते. भगिनि, परन्तु मम समानादिकरण्यं नास्ति इति यदा समानादिकरण्यं भवति चेत् किं तत्र कः दोषः इति अपि उक्तं. यदा वयं पूर्वमेव अभ्यस्तस्य ह्वेः इति स्वीकुर्मः चेत् तत्र पूर्वमेव अभ्यस्तः जातः इति भवति. तत्र किं भवति? ह्वे ह्वे इति भवति. समीचीनम्. अनन्तरं वयं सम्प्रसारणं कुर्मः चेत् तत्र न सम्प्रसारणे सम्प्रसारणम् इत्यस्य अभ्यासस्य सम्प्रसारणं न भवति किल. ह्वे ह्वे इति कुर्मः चेत् तत्र हकारवकारः द्वयम् अस्ति इदानीं तस्य प्रथमस्य सम्प्रसारणं न भवति, न सम्प्रसारणे सम्प्रसारणम् इत्यनेन द्वितीयह्वे इत्यस्य एव सम्प्रसारणं भवति. तत्तु दोषाय किल, तद् तु इष्टं नास्ति. ते किं वदन्ति, अग्रे यस्य अभ्यासः भवति तस्य प्रथमं सम्प्रसारणं करोतु इत्येव तस्य अर्थः. तदेव सारांशः तद् प्रौढभाषया. ह्वः इति सामानादिकरण्यं नास्ति, यतोहि ह्वः इति यद्यपि षष्ट्यन्तं भवति, अभ्यस्तस्य अपि षष्ट्यन्तं भवति. ह्वः इति ह्वे इत्यस्मात् भवति इत्यनेन धातोः इत्येव मुख्यविषयः अस्ति. सो अभ्यस्तस्य इति ह्वे धातोः कृते एव प्रसक्तिः भवति. सत्यम्, अभ्यस्तस्य यः ह्वे धातुः इति अवगन्तव्यं, न तु ह्वः अभ्यस्तस्य इति. तत्र सम्बन्धे षष्टि इति वदामः किल, तत्र तादृशसम्बन्धः अस्ति द्वयोः पदयोः. न विशेषणविशेषभावः नास्ति, समानाधिकरणे नास्ति, तावदेव. तदेव भवति, यदा तद् वयं तादृशं स्वीकुर्मः चेत् किं भवति इति उक्तं, न सम्प्रसारणे सम्प्रसारणम् इत्यनेन अभ्यस्तस्य बाधा, तस्य सम्प्रसारणं न भवति, अभ्यस्तस्य सम्प्रसारणं न भवति, अभ्यस्तकारणीभूतस्य सम्प्रसारणं न भवति. तदेव तदेव प्रौढभाषया इति भवति. अस्तु भगिनि, न सम्प्रसारण अग्रे पठामि वा? आम्, न सम्प्रसारणे सम्प्रसारणं तत्र प्रथमवाक्यम्. न सम्प्रसारणे सम्प्रसारणं, सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति. सो न सम्प्रसारणे सूत्रं सम्पूर्णं, स्वयं सम्पूर्णं. न सम्प्रसारणे सम्प्रसारणं, सम्प्रसारणे परे सम्प्रसारणवर्णपरः अस्ति चेत् पूर्वं स्थितस्य सम्प्रसारणं न भवति. तदेव बाधां करोति यदा तस्य कार्यं भवति चेत् प्रथमं ह्वे ह्वे इति अस्ति चेत् न सम्प्रसारणे सम्प्रसारणम् इत्यनेन प्रथमस्थितस्य सम्प्रसारणं तु न भवति भवति. अतः एतादृशम् अवगन्तव्यम् इति. धन्यवादः भगिनि. विजया भगिनी पठति वा? प्रश्नः उदेति, तद् पठित्वा समाप्य एकवाक्यस्य. विजया भगिनी अस्ति वा? महोदय शृणोति वा? हा, श्रूयते इदानीं. पठतु भगिनि प्रश्नः. उदेति प्रश्नः उदेति यत् ह्वे धातुः एजन्ट् तत्वात् तस्य आदेशे उपदेशे शिति इत्यनेन आतोम् भवति किम्? अवश्यं भवति, पर्जन्यवत् भवति, तस्य फलं नास्ति इति कारणतः न प्रदर्श्यते, किन्तु भवति आत्वस्य अनैमिकत्वात् सम्प्रसारणात् प्राक् एव. अत्र आदेशे उपदेशे शिति इति भवति वा, आतोम् भवति वा इति अत्र ह्वे धातोः एतत्तु एजन्तत्वात् अत्र आतोम् भवति वा इति प्रश्नः उदेति. आम् भवति एव, एतत् पर्जन्यवत् भवति इति तत्र फलं नास्ति इति कारणतः अत्र न प्रदर्शितम् अस्ति, किन्तु भवति एव आत्मस्य न निमित्तम् अस्ति, परन्तु सम्प्रसारणात् प्राक् एव भवति इति तत्र दत्तम्. अत्र किमस्ति महोदय, अत्र तद् पठतु भगिनि, प्रदर्शितं किल. क्वे धातोरेकाचो फलादे क्वे धातोः एकाचो फलादेः क्रियासमभिहारे यङ् क्वे योगः यङ् यङोचि च इत्यनेन क्वे योगः क्वे इत्युक्ते आदेशस्य उपदेशे शिति इत्यस्ति इति सूत्रेण क्वा अभ्यस्तस्य च इत्यनेन सम्प्रसारणम्. अतः उकारस्य स्थाने उकारः भूत्वा हु योगः आदेश उपदेशे शिति इत्यनेन आकारः आतुं भवति. सम्प्रसारणञ्च इत्यनेन तत्र सम्प्रसारणञ्च इति इत्यनेन उकारस्य स्थाने उकारः भूत्वा हू एव तिष्ठति, तदा एव द्वित्वं भवति. किमर्थं चेत् अभ्यासः अभ्यस्तं द्वे इति द्वे संज्ञे अग्रे पठामि. एकनिमिषं भगिनि, तत् पूर्वं यद् उक्तं प्रायः एतदेव तत्रापि योजनीयं. तत्र ह्वे योगः यङ् अभ्यस्तस्य च इत्यनेन सम्प्रसारणम् इति उक्तं किल, तत्रापि वयं तद् आदेश उपदेशे अशिति स्वीकृत्य एतद् एषा प्रक्रिया एव तत्रापि योजनीया. ह्वे धातुकाचो फलादेशक्रियासमाभिहारे यङ् ह्वे योगः यङ् यङोचिच इत्यनेन यङ् लुक् ह्वे अनैमित्तिकम् अस्ति आदेश उपदेश अशति. कथम् अनैमित्तिकम् इति उक्तम्? आत्वम् अनैमित्तिकत्वात्. ओके, अस्तु. अत्र आत्वस्य निमित्तिकम् अस्ति परन्तु न दर्शयति खलु महोदय. अतः तत्र हा इति भवति, अशिति अस्ति किल, यङोचि अशिति एव, अतः तत्र भवति आत्वम्. हू तदा एव द्वित्वं, हू हू इति आगच्छति खलु महोदय, तद् अनन्तरम् आगच्छति. आम् सत्यम्. इदानीम् अभ्यासस्य इत्यनेन आम् आं भगिनि, तत्र यङ् लुक् अनन्तरमपि आतेच उपदेश इति कार्यं इष्टं भवति इत्यनेन तत् अनैमित्तिकं वयं पठितवन्तः. वयं पठितवन्तः भगिनि प्रसज्य प्रतिषेध इति नाट् पर्युदास. अस्तु अस्तु अस्तु अशिति. आम् प्रसज्य प्रतिषेध. आम् सत्यम्. अशिति इति किमर्थम् अनैमित्तिकत्वात् इति उक्तम् इति, आत्वस्य अनैमित्तिकत्वात् किमर्थम् अनैमित्तिकं नास्ति अशीति अशीति परे आत्वं भवति इति तद् निमित्तमेव किल. बट् उपदेशे इति दत्तम् इत्यनेन देशे जनरलि अनैमित्तिकम् आत्वस्य अनैमित्तिकत्वात् सम्प्रसारणात् प्रागेव, तत् अस्तु सम्प्रसारणात् प्रागेव तत्र आत्वं भवति. आत्वस्य अनैमित्तिकं किमर्थम् अशिति इति निमित्तमेव किल, परन्तु यङ् लुक् भवति शित् प्रत्यय न भवत् तावदेव, शित् प्रत्यये परे नास्ति इति, परन्तु अन्यत्र अनैमित्तिका अस्ति खलु. शित् प्रत्यये नास्ति तत्र, अनैमित्तिकमेव अस्ति तत् इति अवगन्तव्यं वा, अवगन्तव्यं. शित् प्रत्यये परे नास्ति तावदेव. अपि च यङ्ग् लुक् अपि भवति खलु, यङ्गोचिच इत्यनेन यङ्ग् लुक् भवति. सो ह्वा इति कृत् ह्वे इति कृत् अनन्तरं प्रत्ययः अपि नास्ति, लुक् अपि नास्ति. नो नो, लुक् लुक् भवति इत्यनेन प्रत्ययलोपे प्रत्ययलक्षणप्रसक्तिः नास्ति. एतत्तु अङ्गकार्यं नास्ति किल, 6-1 एव आतेच उपदेशे. ओ 6-1 6-1 45 समथिङ्ग् लैक् दट्. अस्तु, यद् महोदयेन उक्तं प्रायः तत् सत् अशिति परे न भवति इत्येव, अत एव अनैमित्तिकत्वा. वयं धातुविज्ञाने तदेव पठितं खलु तत्र कुत्रापि तदेव पुनः पश्यामि. आदेश उपदेश अस्तु, अतः एव अनैमित्तिकत्वात् इति समीचीनं. पूर्वं पठितवन्तः अनैमित्तिक इति तत् करणीयमेव. अशित् अशिति शितिपरे न भवति तावदेव अस्ति, अन्यत्र आत्येव भवति, किमपि तत्र आवश्यकं नास्ति इति. आं तद् वयं चुरादिगणे पठि प्रेरणार्थे निचि पठितवन्तः सत्यम्. अनैमित्तिकत्वात् इति समीचीनम्. इदानीं सम्यक्. अतः एत अनन्तरं द्वित्वं भवति. अस्तु, अवगतम्. अस्तु महोदय, समयः अस्ति वा? तत्र पूर्व अभ्यासः उभे अभ्यासम् इति पठतु महोदय, अनन्तरं वयं समापयामः. पूर्वाभ्यासः स्थित्वानन्तरं यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः. पूर्वः प्रथमान्तम्, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम्, एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य निवृत्तिः, अनुवृत्तिसहितसूत्रमस्ति. पूर्वः अभ्यासः द्वयोः इति, तत्र अभ्यासः संज्ञा द्वित्वानन्तरं यस्य यत् पूर्वभागः अस्ति तस्य अभ्याससंज्ञा भवति इति अस्ति. अत्र अभ्यासः भवति पूर्वः अभ्यासः द्वयोः इति. अग्रे उभे अभ्यस्तम् द्वित्वानन्तरं द्वयोः समुदायः अभ्यस्तसंज्ञकः भवति. उभे प्रथमान्तम्, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम्, एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः, अनुवृत्तिसूत्रमस्ति. उभे द्वे अभ्यस्तम् इति, तत्र उभयस्य यदा द्वित्वं भवति यद् द्वित्वस्य अपि च अपरभाग्यस्य अपि तत्र अभ्यस्तसंज्ञा भवति. अभ्याससंज्ञा अभ्यस्तसंज्ञा इति अस्ति. पूर्वस्य अभ्याससंज्ञा, अपरस्य मिलित्वा अभ्यस्तसंज्ञा इति एव. तत्र इतोपि एकं पङ्क्ति अस्ति किल महोदय, अभ्यासकार्यं न लुमताङ्गस्य इति. अभ्यासकार्यम् अस्तु, अभ्यासकार्यं न लुमताङ्गस्य इत्यनेन यङ् प्रत्ययनिमित्तम् अङ्गकार्यं निषिद्धम्. यथोक्तं द्वित्वकार्यं प्रत्यक्षलक्षणेन भवति, अभ्यासकार्यं तु यङ् प्रत्ययनिमित्तिकं नास्ति. अभ्यासकार्यं तु यङ् प्रत्ययनिमित्तिकं नास्ति, तदर्थं यङ् लुकि न कापि बाधा इति अस्तु. निमित्त अङ्गकार्यं निषिद्धमस्ति, द्वित्वकार्यं प्रत्यक्षलक्षणेन, द्वित्वकार्यं प्रत्ययलक्षणेन भवति, अभ्यासकार्यं तु यङ् प्रत्ययनिमित्तिकं नास्ति. अभ्यासकार्यं तु यङ् प्रत्ययनिमित्तिकं नास्ति, तदर्थं यङ् लुकि न कापि बाधा इति अस्ति. सत्यं, न कोऽपि बाधा, तत्र बाधा न भवति इत्येव. तत्र अग्रे किम् उक्तम् इत्युक्ते, तद् अभ्यासकार्यस्य सूत्राणि परिचितानि एव प्रायः, आं सर्वाणि अपि परिचितानि एव. एतावता वयं किं पठितवन्तः, किञ्चित् पुनः एकवारं पठित्वा आगच्छन्तु अग्रिमसप्ताहे, प्रायः तत्र पुनःस्मरणम् आवश्यकं भवति. अनन्तरं वयम् एतत् अग्रे सरामः. इदानीं प्रक्रिया हाफ् वे एव अस्ति, पूर्णप्रक्रिया वयं न कृतवन्तः. अग्रे यदा अभ्यासकार्याणि जानीमः चेदेव पूर्णप्रक्रिया कर्तुं शक्यते. समीचीनं वा? अद्य समापयामः. धन्यवादः. धन्यवादः महोदय, शुभरात्रिः.